ज्ञानिशा सर्वभूतानां तस्यां जागर्ति संयमी यस्यां जाग्रति भूतानि सानिशा पश्यतो मुनिः आपूर्यमाणमचला प्रतिष्ठम् समुद्रमापा प्रविशन्ति यद्वत् यद्दत्ता वायम् प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी विहाय कामन्यः सर्वान् पुमान् शरति निष्क्रियः निर्ममो निरहङ्कारः स्वशान्तिमधिगच्छति एषा ब्राह्मी स्थितिः पार्थ नैनम् प्राप्य विमुह्यति स्थित्वा श्यामन्तकालेऽपि ब्रह्म निर्वाणमिच्छति इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे साङ्ख्ययोगो नाम द्वितीयोऽध्यायः।